नमस्सर्वेभ्यः. अस्माकं सप्तविंशतितमः वर्गः वर्तते. तं वर्गं प्रति सर्वेषां कृते स्वागतम्. यथा प्रकारः आदौ ध्येयमन्त्रः. कविता भगिनी वदति किं ध्येयमन्त्रः? नमस्ते भगिनि. नमस्ते. मङ्गलाचरणं. बुद्ध्या भयं प्रनुदति तप्सा विन्दते महत् गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति. ॐ शान्ति शान्ति शान्तिः. तपसा तपसा पूर्णतया वदनीयं. तपसा विन्दते महत्. अस्तु, धन्यवादः उत्तमं. तर्हि आदौ किं कुर्मः? कविता भगिनी विजयमहोदये भवन्तौ प्रेषितवन्तौ तत्र गृहकार्यं, परन्तु मम मनसि प्रश्नाः आसन्. सो मम मनसि प्रश्नाः आसन् इत्युक्ते देव क्वश्चन्स् इन् मै मैण्ड् अबौट् वाट् यु वाण्ट् टु से. भवन्तौ किं वक्तुं इष्टवतः न ज्ञातवती, तदर्थम् अहं न प्रेषितवती. अद्य कुर्मः. आदौ प्रस्तुतिम् अस्तु. द इम्पार्टेण्ट् थिङ्ग् इस् देट् ऐ हेड् क्वश्चन् अबौट् द होम्वर्क् वाट् यु वाण्टेड् टु से, and therefore I did not correct it as such. I did start it. What we will do is we'll finish today's presentation and then we will do the homework, because there are some rules that we'll be learning about sentence formation, so it will help us. Astu atra kim kritavantah vayam atra gata varge स्थगितवन्तः. इदानीं कुर्मः. कर्मपदं कविता भगिनी भवती एव पठतु. कर्मपदं क्रियायाः फलाश्रयः. बी बी बियर ऑफ द फ्रूट ऑफ द एक्शन. Bearer of the fruit of the action. So the kartru, kartru is the one who is doing it, and karma padam is after the action is over, then the fruit of the action, the bearer of the fruit of the action, we are saying because it is a karma padam, it basically it is the object. Astu patatu. Dhatu artha, meaning of the verb. व्यापारः एक्ट् आफ् डूयिङ्ग् एक्ट् ओब्लिक् डूयिङ्ग् सेकेण्ड् फलं फ्रूट् फ्रूट् व्यापारः एक्ट् आफ् डूयिङ्ग् इस् कर्तृपदं व्यापारस्य आश्रयं देन् फलम् इस् कर्मपदं फलस्य आश्रयं फलस्य आश्रयं सो द फलम् इस् द कर्मपदम् एण्ड् एक्षन् इस् द क्रियापदम् एण्ड् द वन् हूस् डूयिङ्ग् इट् इस् द कर्तृपदम् अस्तु पठतु. एतत् कृतवन्तः परन्तु किञ्चित् अभ्यासरूपेण पठतु. भगिनि दट् इन् सैड् इट् इस् कट् गेटिङ्ग् कट् इस् गेटिङ्ग् कट् इस् इट् यु आर् यूसिङ्ग् अ मोबैल् नो नो आन् द लेप्टाप् रैट् हेण्ड् सैड् युर् नेम् इस् कमिङ्ग् एट् दट् बि ई ए इस् गेटिङ्ग् कट् एक्स्ट्रीम् रैट् विजयथङ्की महोदय भवतः कृते. नमस्ते भगिनि. सम्यक् अस्ति किं? नमस्ते. सम्यक् अस्ति किं? केन् यु सी प्रोपर्ली? दृश्यते किं? पूर्णतया दृश्यते. आं भगिनि. तर्हि कविता भगिनी तत्र एव क्लेशः अस्ति. कर्मपदं क्रियायाः फलाश्रयः. bearer of the fruit of the action. Pattalaha, pashyati. Ka pashyati? Mahila pashyati. Mahila kim pashyati? Mahila patalam pashyati. Tari, tatra, dvitiya vibhaktihi patalam asti. Pattalaha, ityukte, prathama vibhaktihi, tatra, कर्तृपदमस्ति परन्तु अत्र फलमस्ति तर्हि पटलं पश्यति द्वितीया विभक्ति फोर् आब्जेक्ट् अग्रिमं पठतु स्क्रीन् स्क्रीन् स्क्रीन् स्क्रीन् पश्यति महिला स्क्रीन् पश्यति इति पटलं या द थिङ्ग् इस् देट् यु हेव् टु कीप् आन् यूसिङ्ग् इट् अस्तु अग्रिमं पठतु भवती एव पठतु कर्मपदं क्रियायाः फलाश्रयः बेरर् आफ् द फ्रूट् आफ् द एक्षन् नयति कः नयति पुरुषः नयति पुरुषः किं नयति पुरुषः आसन्दं नयति आसन्दः आसन्दं च द्वितीया विभक्ति द्वितीया विभक्तिः रामः रामः द्वितीयविभक्तिरूपकं अत्र अस्ति पटले अस्ति इट्स् आन् द स्क्रीन् वृक्षं द्वितीयविभक्ति वृक्षः वृक्षम् अस्तु धन्यवादः विजयकुमार् महोदय नमस्ते भगिनि कर्मपदं क्रियायाः फलाश्रये क्रियायाः इति वदनीयं क्रियायाः चित्रोष्टः खादति कं खादति कः खादति कः खादति चित्रोष्टखादति चित्रोष्ट किं खादति चित्रोष्टपर्णं खादति पर्णं पर्णं सेम् तत्र चित्रोष्ट्रः इति वदनीयं विसर्गस्य उच्चारणम् उच्चारणं वयं शृणुमः सो अस्तु तर्हि अग्रिमं करोतु पठतु सोपानम् आरोहति कः आरोहति पुरुषः आरोहति पुरुषः किम् आरोहति पुरुषः सोपानम् आरोहति सोपानं सोपानम् तत् वदंवत् वदंवत् नपुंसकलिङ्गे अस्ति अग्रिमं पठतु द्वितीया विभक्ति पत्र पत्रम् पत्रम् पुष्पं पुष्पं पुष्पम् अस्तु धन्यवादाः विजय सन्ति महोदय नमस्ते भगिनि कर्मपदं क्रियायाः फलाश्रयः बेरर् आफ् द फ्रूट् आफ् द एक्षन् धरति का धरति महिला धरति महिला किं धरति महिला शाटिका धरति शाटिकां ओके शाटिकां धरति किमर्थं शाटिका किमर्थं शाटिकां वै नोट् शाटिका एण्ड् वै इस् इट् शाटिकां बिकोज़् इट्स् ओब्जेक्ट् इट्स् ओब्जेक्ट् एण्ड् इट् शुड् बी इन् द द्वितीया विभक्तिः अस्तु शाटिका प्रथमा विभक्तिः शाटिकां द्वितीया विभक्तिः अग्रिमं पठतु नयति कः नयति सः नयति सः किं नयति सः कुञ्चिकां नयति कुञ्चिका कुञ्चिकाम् अत्र स्त्री अस्ति चेत् अत्र स्त्री अस्ति चेत् नयति का नयति सा नयति सा किं नयति सा कुञ्चिकां नयति अस्तु Okay, so if this, if it was a male, a female, then we would say ka. Okay? Okay. Agreement patatu? Sita. Dvitiya vibhakti? Sitam. Akaranta strilingam. Agreement patatu? Bala. बालां धन्यवादः विशालाक्षी भगिनी पठतु द्वितीय विभक्ति पुत्री एंड जनकः आलिङ्गति कः आलिङ्गति आलिङ्गति कः आलिङ्गति जनकः आलिङ्गति जनकः किम् किम् आलिङ्गति जनकः पुत्रीम् आलिङ्गति पुत्रीम् पुत्री पुत्रीम् पुत्रीम् पुत्रीम् सो आलिङ्गति इस् टु एम्ब्रेस् नौ ओवर् जनकः हेज् नाट् चेञ्ज् वै भगिनी जनकः हेज् नाट् चेञ्ज् वै जनकः पुत्रीम् आलिङ्गति सो वै हेज् जनकः नाट् बिकम् जनकम् Because he, it is a subject, no? He is the, the father, he is holding him and embracing his father. Kartrupadam, Kartrupadam asti. Janakaha Kartrupadam Prathama Vibhaktav Eva Bhavati. Kartrupadam. Agrimam Patatu? Purayati. Ka Purayati? Amba Purayati. अम्बा किं पूरयति अम्बा जलकूपीं पूरयति कूपी जलकूपीं कूपीं जलकूपीं वाटर् अस्तु पठतु जलकूप नद् नदी नदी नदी नदी नदी नदी नदी भवत् एवमेव भवत् भवति भवत् भवति भवत् भवति भवत् भवति भवति भवत् प्लस् ई इस् भवति द्वितीया विभक्ति भवति नदीवत् धन्यवादः कविता भगिनी पठतु आं भगिनि कर्मपदं सर्वानां पदानां द्वितीया विभक्तिः नयति कः नयति आञ्जनेयः नयति आञ्जनेयः कं पर्वतं नयति आञ्जनेयः कं नयति आञ्जनेयः पर्वतं नयति आञ्जनेयः कं पर्वतं नयति आञ्जनेयः सञ्जीवनी पर्वतं नयति आञ्जनेयः तम् एतं पर्वतं नयति आञ्जनेयः तम् एतं नयति कः कं सः तं पर्वतः पर्वतम् एषः एतम् इन् संस्कृतम् एज़् यू आर् नौ अवेर् द एड्जेक्टिव् आल्सो टेक्स् द विभक्ति वचनम् एण्ड् द केस् एण्ड् लिङ्गम् आफ् द नौ आफ् द नौ सो वयः पर्वतः पर्वतः पुंलिङ्गे अस्ति तदर्थम् एषः अथवा सः तस्य द्वितीया विभक्तिः पर्वत एषः पर्वतः सः पर्वतः एतं पर्वतं तं पर्वतं डिड् यु अण्डर्स्टाण्ड् ओवर् हियर् the sarvanama padam that is the pronoun also takes the vibhakti of the noun okay I hope that has been understood and over here sahatam we know it already we have already done it but now we are just applying it even more that's agrimam patantu bhagini pashyati कः पश्यति बीडालः पश्यति बीडालः कः पश्यति बीडालः कं मूषकं पश्यति कं पश्यति कः पश्य कः इस् पद कर्तृपदं यु हेव् बि आस्किङ्ग् अबौट् द आब्जेक्ट् सो कं पश्यति बिडालः कं पश्यति अथवा कः मूषकं पश्यति कः मूषकं पश्यति टु गेट् द आन्सर् फर् द सब्जेक्ट् ओवर् हियर् यु वाण्ट् द आन्सर् फर् द आब्जेक्ट् सो बीडालः कं मूषकं पश्यति बीडालः कं पश्यति बीडालः कृष्णं मूषकं पश्यति बीडालः तम् एतं मूषकं पश्यति बीडाल तम् एतं पश्यति ओवर् हियर् तम् एण्ड् एतं विल् बि देट् आर् दिस् इन् द आब्जेक्ट् अग्रिमं पठतु अत्र अधोभागे अस्ति अधोभागे अत्र कः कम् तत्र कः कम् मूषकः मूषकम् एषः एतम् एतं धन्यवादः विजयकुमार् महोदय नोदयति कः नोदयति कः नोदयति सः किं नक्षत्रं नोदयति सः किं नोदयति स उज्ज्वलं नक्षत्रं नोदयति स तत् एतत् नक्षत्रं नोदयति सः तत् एतत् नोदयति किं किं तत् तत् नक्षत्रं नक्षत्रम् एतत् एतत् सो फार् नपुंसकलिङ्गे तु तत् ते तानि द्वितीयविभक्तौ अपि समानमेव पठतु पठतु विजयकुमार् महोदय पठति का पठति महिला पठति महिला किं पुस्तकं पठति महिला किं पठति महिला संस्कृतं पुस्तकं पठति महिला एतत् तत् पुस्तकं पठति महिला एतत् तत् पठति किं किं तत् तत् पुस्तकं पुस्तकम् एतत् एतत् अत्र संस्कृतपुस्तकं वदनीयम् अथवा संस्कृतं पुस्तकम् अपि सम्यक् एव अस्ति धन्यवादः महोदय विजय थङ्की महोदय पठतु नमस्करोति कः नमस्करोति आञ्जनेयः नमस्करोति आञ्जनेयः कां सीतां नमस्करोति आञ्जनेयः रामपत्नी सीतां नमस्करोति आञ्जनेयः ताम् एतां सीतां नमस्करोति आञ्जनेयः ताम् एतां नमस्करोति का कां सा तां सा सीता सीताम् एषा एताम् So if you use the pronoun, you have to change it accordingly. Agrimam pathatu. Nishyati. Kaha nishyati? Saha nishyati. Saha kaam churikam nishyati? Saha kaam nishyati? Saha atikshna churikam nishyati? Saha tam etam churikam nishyati? सः ताम् एतां निश्यति का कां सा तां छुरिका छुरिकाम् एषा एताम् अत्र छूरिका अस्ति सो हियर् इट् इस् अ टैपो अस्तु महोदय इदानीम् अहं पृच्छामि निश्यति का निश्यति उत्तरं वदतु सः निश्यति का निश्यति अहं पृष्टवती सा निश्यति इफ् यु नो द आन्सर् यु हेव् टु टेल् द अकार्डिङ्ग्ली हेव् टु टेल् द जेण्डर् अग्रिमं पठतु महोदय तरन्ति के तरन्ति हरिणाः तरन्ति हरिणाः कां नदीं तरन्ति हरिणाः कां तरन्ति हरिणाः यमुनानदीं तरन्ति हरिणः ताम् एतां नदीं तरन्ति हरिणः ताम् एतां तरन्ति का काम सा ताम नदी नदीम एषा एताम एताम अस्तु अत्र के तरन्ति किमर्थम् अस्ति महोदय के तरन्ति किमर्थम् अस्ति बिकॉज दे आर प्लुरल सर सो मेनी सो कः कौ के अस्तु धन्यवादः महोदय विशालाक्षी भगिनी शृणोति का शृणोति तरुणी शृणोति तरुणी कां आकाशवाणीं शृणोति और तरुणी कां शृणोति तरुणी संस्कृत आकाशवाणीं शृणोति तरुणी ताम् एताम् आकाशवाणी शृणोति तरुणी ताम् एताम् शृणोति और कम से नंबर देन का काम सा ताम वाणी वाणीम एषा एताम भगिनी कैन यू टेल मी व्हाट सा एंड ताम मीन सा इज the one singular that the girl yeah so and Tom is girl. More than yeah that girl and those girls or that these no, girls no that is why I asked Tom is the object no is the object more than two not only one girl is there over here she hears that Akashvanim, over here, Sa, the Tam is the Akashvanim, okay? So she is listening to All India Radio. So there, that Akashvanim is the radio over there. Okay, so that Akashvanim. When do you use that Tam? How do you use that? Over here, Shrunoti. What is Shrunoti? Is the Kriyapada. Okay? Hears. Yeah. Who hears? Who hears? Ka Shrunoti? Who hears? Taruni Shrunoti. That means this Taruni is the answer to Ka. Taruni Shrunoti. Taruni is the Kartrupadam. And okay. She's the doer. She's the doer of the action of hearing. Okay? Now, what does she listen to? Taruni kam shrunoti. What does she listen to? Taruni akashavanim shrunoti. Taruni samskrita akashavanim. So kam akashavanim shrunoti. She could listen to any language. So kam akashavani. Why are we asking kam? Because akashavani is a strilinga padam. Your question, your answer, your adjectives, everything follows the noun. All adjectives follow the noun. If the noun is in singular, the adjective will be singular. If the noun is in the fifth vibhakti, adjective will be in the fifth vibhakti, and so on and so forth. Okay? So, tam akashvanim shrunoti. Now you understood? Yeah, understood. Correct. Tam akashvanim. Next one is not. Aham, are? It has come back to that. Aham kam pashyami, tapashyami. Aham bhavantam pashyami. Or bhavan mam pashyati. Aham kam pashyami. It is not or. It is you are seeing me, I am seeing you. That is all. I will explain to you. Sadrimam patatu. Yeah, I didn't say or. Okay. Aham kam pashyami, aham bhavatim pashyami, bhavati mam pashyati, bhavan bhavantam, bhavati bhavatim, aham mam. Okay, so over here the object form of Bhavan, you, is Bhavantam, Dvitiya Vibhakti. Bhavati, you, female, is Bhavatim. Aham is I, mom is you see me, okay? So can you translate this aham kam pashyami, etc.? What am I seeing? Aham is me. Whom am I seeing? Whom am I seeing? I am seeing aham bhavantam. Bhavantam is him. I am seeing him, no? In a way, bhavantam, but here you have to say, I am seeing you. Bhavan is you, male, right? You. So bhavantam. Bhavantam is the object, so object you made. And then Bhavan, you are seeing me. You are seeing me. So Bhavan Mam Pashyati. Dhanyavada. Okay. कविता भगिनी अग्रिमं वाक्यं भवती करोतु, अनुवादं करोतु. आं भगिनि, ऐ एम् सीयिङ्ग् वाट् एम् ऐ सीयिङ्ग्? अहं कां पश्यामि? अहं भवतीं पश्यामि. ऐ एम् सीयिङ्ग् द लेडी, भवतीं लड्कि. यू ऐ एम् सीयिङ्ग् यू, भवती मां पश्यति. You are seeing me. Asto, dhanyavada. Agrima patatu bhagini. This is repetition. Idani patatu. Avadeyam. Vidyalayam ut vidyalaye. Vidyalayam. उत विद्यालये. सो शुड् यू यूस् विद्यालयम् और् शुड् यू यूस् विद्यालये? विद्यालयं द्वितीया विभक्तिः, विद्यालये सप्तमी विभक्तिः. कः गच्छति? भल्लुकः गच्छति. भल्लुकः कुत्र गच्छति? भल्लुकः विद्यालये गच्छति. भल्लुकः अत्र तत्र गच्छति. विद्यालयं शुड् नाट् बि यूस्ड्, विद्यालये शुड् बि यूस्ड् सप्तमी विभक्ति. Now why it should be used? Because we have been saying that aham shalam gachhami, dvitiya vibhakti. With gachhati we use dvitiya vibhakti, correct? We have been saying that aham shalam gachhami, aham graham gachhami, aham nagaram gachhami. Tarhi, why over here we are using saptami? Because when you go to a place, aham aparam gachhami, I am going to the shop, then you use second vibhakti. But here the bell is walking inside the school. Okay, he's not going to the school, he is already inside the school. And he is walking in the school. So if I say aham grahe chalami, it means I am walking in the house. But supposing I tell aham graham gachhami or graham prati chalami, it means I am going towards the house. I am going to the house. That is where the difference is. Okay. Therefore, over here, vidyalaya, if this bear was outside the school and he was going to the school, then we would have said विद्यालयं गच्छति भल्लूकः. परन्तु अत्र तु भल्लूकः अन्ते अस्ति, विद्यालयस्य अन्ते अस्ति, तर्हि सः विद्यालये गच्छति. ऐ होप् एव्रिबडी हेस् अण्डर्स्टुड्. अस्तु, अग्रिमं पठतु. कः निद्राति? शिशुः निद्राति. शिशुः किं निद्राति? शिशुः किं निद्राति? तत् सम्यक् नास्ति. शिशुः किं निद्राति? बिकास् निद्राति डस् नाट् यूस् एनी आब्जेक्ट्. ही स्लीप्स्. वाट् ही स्लीप्स्, वेर् ही स्लीप्स् यू केन् आस्क्, बट् यू केनाट् आस्क् वाट् ही स्लीप्स्. सो ओवर् हियर् देर् इस् नो आब्जेक्ट् एस् सच्. शिशुः किं निद्राति तत्र दोषः अस्ति एवमेव का तुष्यति बालिका तुष्यति बालिकाः किं तुष्यति बालिकाः नास्ति बालिका अस्तु तत्तु तत् तत्र दोषः अस्ति बालिका किं तुष्यति तत्र अर्थः एव नास्ति बिकास् तुष्यति इस् हेपि इस् हेपि इस् हेपि यु केन् से वित् वाट् बट् वाट् हेपि यु केनाट् से धन्यवादः भगिनि विजयकुमार महोदय पठतु किं पतति फलं पतति फलं किं पतति तत्र दोषः अस्ति फलं पतति फ्रूट् फाल्स् देट्स् इट् फाल्स् वाट् देर् इस् नो आब्जेक्ट् फार् दिस् अस्तु इदानीं पठतु धातु अर्थः व्यापारः एक्ट् ड्यूइङ्ग् फलं फ्रूट्स् कर्तृपदं व्यापारस्य आश्रयम् अत्र आश्रयं नास्ति तत्र निद्राति पतति तुष्यति तत्र नास्ति इदानीं पठतु धातु अर्थः मीनिङ्ग् आफ् वर्ड् व्यापारः एक्ट् डूयिङ्ग् फलं फ्रूट्स् कर्तृपदं व्यापारस्य आश्रयं फलस्य अपि आश्रयं सो निद्राति फलस्य अपि आश्रयम् ओवर् देर् द सब्जेक्ट् एण्ड् द आब्जेक्ट् देर् इस् नो आब्जेक्ट् एट् सच् ओके बिकास् द धातु इस् लैक् दट् द वर्ब् इस् लैक् दट् द एक्शन् इस् लैक् दट् अस्तु भवान् एव पठतु द्वितीया विभक्ति रामः रामं सीता सीतां नदी नदीं पुष्पं पुष्पं कः कं का कां किं किं सः तं सा तां तत् तत् एषः एतम् एषा एताम् एतत् एतत् भवान् भवन्तं भवति भवतीं धन्यवादः विजय खंकी महोदय पठतु सेम स्लाइड शुड आई स्पीक यस यस बिकॉज दिस इज सर्वनाम पदम अस्ति किल तर्हि अभ्यास आवश्यक अभ्यासः आवश्यकः रामः रामं सीता सीतां नदी नदीं पुष्पं पुष्पं कः कं का कां किं किं सः तं सा तां तत् तत् एषः एतम् एषा एताम् एतत् एतत् भवान् भवान् भवन्तं भवती भवतीं सो भवान् बिकम्स् भवन्तं नाट् भवानं ओर् समथिङ्ग् लैक् देट् देट् इस् वै ऐ एम् एम्फसैसिङ्ग् देट् वि रीड् आल् आफ् अस् विशालाक्षी भगिनी रामः रामं सीता सीतां नदी नदीं पुष्पं पुष्पं कः कं का कां किं किं सः तं सा तां तत् तत् एषः एतम् एषा एताम् एतत् एतत् भवान् भवन्तं भवती भवतीम् धन्यवादः रामः रामं सीता सीतां नदी नदीं पुष्पं पुष्पं कः कं का कां किं किं सः तं सा तां तत् तत् एषः एतम् एषा एताम् एतत् एतत् भवान् भवन्तं भवती भवन्ति भवती भवान् भवन्तं भवती भवतीं पृच्छतु वै दिस् किमस् भवन् भवान् भवन्तं भवती भवन् भवतीं बिकास् देट् इस् हौ द भवत् शब्द गोल् all these vibhaktis are all dependent on I told you the pratipadikam So this is how the bhavat shabd goes. Bhavat pumlinge api cha bhavati strilinge. Bhavat strilinga pada and bhavat pumlinga pada. So bhavan doesn't become bhavanam or something like that. The rules are different. So you have to, fortunately or unfortunately, you have to know the rules. Fortunately, because once you know the rule and if you can remember it, then you can understand almost everything. Unfortunately, because you have to remember that much. Shamyatam. Shamyatam. अस्तु पठतु भगिनी कविता भगिनी एव पठतु श्रीकृष्णाष्टकं वसुदेव तु तं देवं कंसचानूरमर्दनं देवकी परमानन्दं कृष्णं जन् वन्दे जगद्गुरुं वसुदेव तु तं देव कंसचानूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरु कृष्णं जगद्गुरुं वन्दे. I think the meaning everybody knows. But over here now, क्रियापदं किं वन्दे. हा एकनिमिषं. नहीं सर ठीक है. Just excuse me, I'll just drink some water. इदानीं वन्दे कः अथवा का वन्दे वसुदेव नो नो वैह हू विल् विच्छ कर्तृपदं वन्दे वन्दे हू इस् डूयिङ्ग् द वर्शिपिङ्ग् वन्दे. So Vande comes for which? It's an Atmanepadi. So Vandate, Vande, Tatra. Okay, so Vande is Uttama Purusha. Aham Vande, it means I am praying, I am worshipping. That is why I worship over there, you can see that. When you say Vande, see Karomi, who is doing when I say Karomi? Devaki, Padma, Krishna. No, I'm giving you an example. When you say the Kriya Padam, you should know who is doing the action, right? Because Karomi, I am doing. Okay? So one day over here, I am worshipping. So Kartru Padam is I, which is not there over here in the Shlokam. It's not there in the Shlokam. Why? Because it is understood. In Sanskritam, it is understood. One day means I am only doing. Okay? Kam Vande, whom am I worshipping? Kam Vande, Krishnam, Vasudeva Sutam, Devaki Nandanam, Paramanandanam, Jagat Gurum. All these are which Vibhakti? Dvitiya Vibhakti. Dvitiya Vibhakti, because it is the object. So, Aham, Vasudeva Sutam, Devam, Kamsa Chanura Mardanam, Devaki Paramanandam, Krishnam, Jagat Gurum. Dhanyavadaha. विजयकुमार् महोदय पठतु. श्रीमद्भगवद्गीता 9th चाप्टर् श्लोक 26. पत्रं पुष्पं फलं सोऽयं यो मा भक्त्या प्रयच्छति तदहं भक्त्युपहतम् अश्नामि प्रयतात्मनः. So over here, which is the Kriya Padam? Anybody? Prayachati. Prayachati. Uttamam. Agrimam, there's one more. Asnami. Asnami. Prayachati and Ashnami. Okay, over here, Krishna Paramatma is saying. Okay, now Vijay Kumar Mahoday Atra Angla Bhashaya Masti Tadapi Pathatu Rupaya. यः पुत्रं पुष्पं फलं पत्रं पत्रं सोरि यः पत्रं पुष्पं फलं सोऽयं मे भक्त्या प्रेक्षति अहं प्रेतात्मन ततः भक्तुयु पहतम् आश्रमि आश्रमि अश्नामि अश्नामि सो तत् भक्त्युपहृतं भक्त्युपहृतं दट् इस् वन् हू इस् गिविङ्ग् इट् वित् अ डिवोटेड् हार्ट् सो ओवर् हियर् he's saying that one who gives me all this, gives me, prayachati, prayachati is the kriyapadam. Kaha prayachati, yaha prayachati, whoever. So prayachati is the kriyapadam who gives, offers, prayachati. Kaha prayachati, yaha prayachati. Over there, yo is actually yaha. So yaha, me, to me. किं प्रयच्छति पत्रं पुष्पं फलम् अथवा तोयं तोयम् इस् वाटर् तत् अहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः सो आफ् द वन् हू इस् प्रयतात्मनः इस् वन् हू इस् ट्रायिङ्ग् हू इस् ट्रायिङ्ग् हू इस् डिवोटेड् लैक् देट् इट् इस् ओके यथा इस् मेकिङ्ग् एन् एफर्ट् सो देट् अहं भक्त्युपहृतम् of the pure minded bhakti uparitam I accept ashnami is to accept or to enjoy astu dhanyavadah mohode vijay sanki mohode patato hiranya varanam harinem suvarna rajatastrajam chandram hiranmayim lakshmim jatavedo maavah It is me avah over there. It has become mo avah. Astu. Pathatu. He jatavedo, tvam hiranyavaranam harinim, suvarana rajatas trajam, chandram hiranmayim, lakshmim me avah. So what is, it is the jatas trajam, okay? Jatas trajam. It is, tra is not there over there, okay? It is ra, trajam. Okay. अगला भाषायां पठतु ओ जातवेदो दट् लक्ष्मी हू इस् आफ् गोल्डन् कॉम्प्लेक्शन् ब्यूटिफुल् एण्ड् अडोर्न् विथ् गोल्ड् एण्ड् सिल्वर् गार्लेण्ड्स् हू इस् लैक् द मून् विथ् अ गोल्डन् ओरा हू इस् लक्ष्मी द एम्बोडिमेण्ट् आफ् श्री प्लीज् इवोक् मी इवोक् फार् मी दट् लक्ष्मी invoke for me over there. So over here, avaha is the kriyapadam and it is in lot lakara. Hiranyavaranam harinim suvarna rajatasram apicha chandra hiranmayim lakshmim avaha. Invoke for me. Okay. So all these mahodai are in which vibhakti? हिरण्यवर्णां हरिणीं सुवर्णरजतस्र द्वितीया सो दिस् एक्चुलि दिस् एक्टिविटि इस् वेरि टैम् कन्स्यूमिङ्ग् बट् इट्स् वेरि फुल्फिलिङ्ग् एण्ड् इफ् यु केन् वेन् युर् रीडिङ्ग् द श्लोकास् इफ् यु केन् डू इट् देन् इट् विल् हेल्प् अ लाट् इन् अण्डर्स्टाण्डिङ्ग् इन् गेटिङ्ग् न्यू वर्ड् अस्ति पठतु विजयसङ्ख्य महोदय कृतवन्तः एतत् सर्वं दिस् इस् आल् रिविजन् नौ एक्चुलि परितः द्वितीया विभक्तिः प्रासादः अस्ति वृक्षाः सन्ति प्रासादं परितः वृक्षाः सन्ति परितः आन् आल् सैड्स् प्रासादः प्रासादं सो वि हव् वाट् वि आर् ट्रैङ्ग् टु से दट् परितः यूसेस् द द्वितीया विभक्ति फार् वाट् इट् सराौण्ड्स् सो प्रासादः अस्ति प्रासादं परितः वृक्षाः सन्ति देट् मीन्स् अराौण्ड् द पेलेस् देर् आर् ट्रीस् अग्रिमं पठतु उभयतः द्वितीया विभक्तिः नदी अस्ति वृक्षाः सन्ति नदीम् उभयतः वृक्षाः सन्ति. उभयतः ओन् बोत् सैड्स् नदी नदीम् इवन् दिस् यूस् द्वितीयाविभक्ति. धन्यवादः महोदय. धन्यवादः विशालाक्षी भगिनी. अभितः on both sides, on all sides or near. Sita asti, Nishacharyah santi, Sitam abhitah Nishacharyah. Nishacharyah santi, Sitam abhitah Nishacharyah santi, Sitam. Sita means, what is the difference between Sita and Sitam, Bhagini? Sita is in the first this thing, no? Prathama Vibhakti. And Sitam is? Yeah, Prathama Vibhakti. Sitam is in Dvitiya Vibhakti. Dvitiya Vibhakti. Huh? Uttama. Yeah. Agrimam Pathatu? Okay. विना विदौट् सीतां विना अहं न जीवामि. अस्तु तर्हि सीतां विना विना यूसेस् द्वितीया विभक्ति इस् वाट् वि आर् ट्रैङ्ग् टु से हियर् बट् इट् आल्सो यूसेस् तृतीया एण्ड् षष्ठी विभक्ति. अस्तु पठतु भगिनि. गीतं मासः ऋतुवः च मन्त्स् एण्ड् सीज़न्स्. आगतः चैत्रः अपि वैशाखः. आयातः च वसन्त ऋतुः पिक् ऋतुः. ओके वन् मिनिट् ऋतुः पिकः कूजति कुहु कुहु कुहु कुहु कुहु कुहु. आगतः ज्येष्ठः अपि आषाढः. आयतः रे ग्रीष्म ऋतुः. पानकपानं मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर्मुहुर् आगतः श्रावणः भाद्रपदः च आयातः रे वर्षा ऋतुः उष्णान् वटकान् खादन्तु खादन्तु खादन्तु धन्यवादः आगतः आश्विनः आगतः आश्विनः कार्तिकः कार्तिकः च आयातः रे शरद ऋतुः सुन्दरचन्द्रं पश्यन्तु पश्यन्तु पश्यन्तु मार्गश्रीशः आगतः पौषः आयतः हेमन्त ऋतुः प्रवहति रे शीतलवायुः शीतलवायुः शीतलवायुः आगतः माघ माघ फाल्गुनिः फाल्गुनः च आयातः रे शिशिर ऋतुः बहु बहु शेतय अत्र द्वितीयाविभक्तौ कानि पदानि सन्ति विच् आर् द वर्ड्स् विच् ऐ एम् द्वितीया विभक्तौ शैत्यं नैव नैव शैत्यं सीम् लैक् इट् इस् द्वितीया विभक्ति बट् हौ विल् यू नो देट् हौ विल् यू फैण्ड् औट् विच् इस् द विच् विभक्ति विच् वर्ड् इस् इन् यु हव् टु फैण्ड् औट् द क्रियापदम् एण्ड् देन् फैण्ड् औट् विच् इस् द सब्जेक्ट् एण्ड् विच् इस् द आब्जेक्ट् ओके सो इन् द फस्ट् वन् लेट्स् टेक् द फस्ट् वन् कविता भगिनी first agatah chetrah, the chetra has come. Agatah is a verb. Over here, actually little there is a, don't get I'll explain to you, but don't get confused. Over here agatah chaitrah is actually in Sanskritam it is a adjective in a way, but yes, it does tell you what the noun is doing. So it says the chaitra which has come. So there is any dvitiya vibhakti, because the subject it has come chaitrah, so there is no dvitiya vibhakti over there. Like that you do the others also. Ayatah dhatu ayatah cha vasant rituh. Here also no. Correct. Nothing in there. Pinkah kunjati kuhu kuhu kuhu. Here also there is none. Yes. There is no dvitiya vibhakti. Agatah jyeshtah api ashadah ayatare grishma rituh. Here also there is none. Nothing. Panam kapanam. What is this panam? Over here panaka panam muhur muhuhu muhur muhuhu. Over here you can say that this is a dvitiya vibhakti, but don't take it that way, because over here it is ludantam. So panaka panam svikurmaha iti. So here it depends on how you interpret it. Okay, so if you interpret it as panaka panam svikurmaha, then there is a verb over there, adhyaharaha. That is the beauty of the language, you can interpret it that way, adhyaharaha, and then you can say it is the, because panam over there is the yudantam, it is always neutral. Okay, or if you just say that panaka panam is there, bhojanam asti, panaka panam asti, that means there is, what is that, juices, no? In summer you drink juices, so panaka panam, that panka, we call it panka in Kannada. Okay, have you understood? Any questions? अग्रिमं पठतु कविता भगिनी. आं भगिनि. आगतः श्रावणः भाद्रपदः च आयातः रे वर्षा ऋतुः उष्णान् चन्द्रं पश्यन्तु उष्णान् वटकान् खादन्तु इति. स्ववटकान् खादन्तु. अत्र अस्ति किं द्वितीया विभक्तिः? No dvitiya vibhakti. Why? Which is the verb? Ushnan, dvitiya vibhakti. Ushnan vatakan. Over there, vatakaha is the vada. And vatakan is like Raman. Dvitiya vibhakti, bahu vachanam. Astu, agrimam Vijay Kumar Mahoday karot. Adaka, Ashinah, Kartikah, Chah. आयाथरे शरत् ऋतुः सुन्दरचन्द्रं पश्यन्तु आश्विन द्वितीयाविभक्ति नैव आश्विनः कार्तिकः मासः तर्हि तत्र द्वितीयाविभक्तिः नास्ति आश्विनः आगतः देट् मीन्स् दिस् मन्थ् हेस् कम् सो ओवर् देयर् इस् द सब्जेक्ट् अग्रिम मार्गशीर्षः आगतः कोशः नैव तत्र सुन्दरचन्द्रं पश्यन्तु कं पश्यन्तु चन्द्रं पश्यन्तु सो लुक् एट् वाट् लुक् एट् द मून् देर् द मून् इस् इन् द द्वितीया विभक्तिः सो दिस् इस् हौ यु विल् फैण्ड् औट् वेदर् सम्थिङ्ग् इस् इन् द प्रथमा विभक्ति और् द्वितीया विभक्ति और् वेन् यु आर् फार्मिङ्ग् द सेण्टेन्सेस् ओके मार्गशीर्षः आगतः कोशः आयातः हेमन्त ऋतुः प्रवहति हे शीतलवायुः देर् इस् नो द्वितीया विभक्ति हियर् देर् इस् नो द्वितीया विभक्ति उत्तमं विजयसङ्ख्य महोदय करोतु अग्रिमम् आगतः माघः फाल्गुनः च आयातः रे शिशिर ऋतुः. There is no द्वितीय विभक्ति इन् द लास्ट् लैन् आल्सो. धन्यवादः. शान्तिमन्त्रः मास्तु. इदानीं गृहकार्यं कुर्मः. अस्तु, विशालाक्षी भगिनी गृहकार्यं कृतवती किम्? विशालाक्षी, नो, ऐ एम् नाट् डन्. ऐ हेव् नाट् डन्. ऐ एम् नाट् डन्. अस्तु, चिन्ता नास्ति. विजय थङ्की महोदय, कृतवान् किं गृहकार्यं? नैव. अस्तु, शृणोतु तर्हि. कविता भगिनी, कविता भगिनी पठतु. होम्वर्क् यु हेव् डन् रैट्. नैव. Anyone you can take, Bhagini. Important thing is to understand now how we have done it, how to do it. Okay? So you tell the sentence, you tell me why you have used which Vibhakti. And even the others, if you want to ask questions or if you want to, after Vijay Thanki, Vijay Kumar Mahoday and Kavita Bhagini, they tell 5 sentences, you can on the spot if you want make sentences also. Pastu. पठतु भगिनी. नदी शब्दः स्रवति. उत्तमं. नदी स्रवति, तत्र क्रियापदं किं? स्रवति. स्रवति. का स्रवति? काः? का स्रवति? नदी स्रवति. नदी स्रवति. अस्तु, अग्रिमं. देन् वन् मोर् थिङ्ग्. नदी जीवनं भवति. नदी जीवनं भवति. जीवनं तत्र विभक्तिः का? द्वितीया विभक्ति. जीवनं भवति. अस्तु, नदी इस् लैफ्, नो प्रोब्लम्, देट् इस् करेक्ट्. या जनाः नदीं स्नानं करोति. एकः निमिषः. या पठतु, वदतु भगिनि. या जनाः नदीं स्नानं करोति. स्नानं करोति. ओके, नौ लेट् अस् एनलैज् दिस्. ओके, ओके, क्रियापदं किं? करोति. करोति. ओके, के करोति? करोति इस् इन् विच् वचनम्? ओहो, प्रेसेण्ट् टेन्स् इस् ओके. प्रेसेण्ट् टेन्स् इस् ओके. विच् इस् अ वचनं? करोति. सो करोति मीन्स् द सब्जेक्ट् विल् हेव् टु बि इन् प्लूरल् आर् इन् सिङ्ग्युलर्? इट् शुड् बि जनः. हा, सो जनः करोति. सो इफ् यु वाण्ट् टु टेल् इन् प्लूरल् यु केन् टेल् इन् प्लूरल् ओन्ली. जनाः कुर्वन्ति. ओके, सो जनाः कुर्वन्ति. Now, what is that ya janaha over there? What do you want to say over there? I want to say that people take bath in the river. People, then janaha over there. Ya is to be used, yaha over there. Yaha, ya, yam. Has to be used when you want to say those who. Anybody who does. Okay? So, ye janaha kurvanti. Te tushyanti. You can tell like that. Those who take a bath in the river, they are happy. You can tell like that. Or if you just want to tell that people have bath, te janah. Saha tau te. So those people. Or these people you can tell. Okay? So eshaha etau ete. So ete janah kurvanti. Okay? अच्छा, एते जनाः किं कुर्वन्ति? स्नानं कुर्वन्ति. सो स्नानम् इस् करेक्ट्. नौ दिस् नदीं फ्रोम् वेर् इट् हेस् कम्? स्नानं कुर्वन्ति. वाट् इस् इट् यु वाण्ट् टु टेल्? यु वाण्ट् टु टेल् दे हेव् बात् इन् द रिवर्, रैट्? इफ् ऐ हेव् अण्डर्स्टुड् करेक्ट्लि. सो इन् द रिवर् विच् विल् टेक् विच् विभक्ति? No. Why Dvitiya Vibhakti? If you say Nadim Gachami, I go to the river. But if you want to say I am in the river, or if I take a bath in the river, then you have to use located. Saptami Vibhakti hi avashyaka. Avashyaka. Avashyaki. So over here you'll have to tell Janaha Nadyam, because Nadi is Ikarantaha, Striling Shabdaha. So you have to tell Nadyam. Ete Janaha Nadyam Snanam Kurvanti. Now see the difference between the sentence which you made and now the sentence which you have only made. You understood? This is where your sense of the sentence will come. So when I read Ya Janaha Nadim Snanam Karoti, then I will say Karoti, Kaha Karoti, I will expect the singular subject. Okay, so now you read your sentence. Janaha Nadyam Snanam Kurvati Karoti, Janaha. Janaha or Janaha if you want to take Kurvanti. Okay? Okay, so this is how you have to do the anvayaha. Agrimam vakyam vadatu. Nadyah manushya samajaya yogdanam asti. Nadyah, is it? Nadyah, tritiya vibhakti. No, nadyah is not tritiya vibhakti. Nadyah is tritiya vibhakti. So you tell me your sentence now. Tell me your sentence. Nadyaha doesn't matter. It's okay. The idea is to learn how to form sentences. Nadyaha. Nadyaha manushya samajaya. Ya samajaya yogadana masti. Yogadana. Okay, now this manushya samajaya, you have put it together or you have put it separately? Together. Together. If you have put it together, then no problem. Manushya samajaya. Then it becomes a samasa. Otherwise, you have to tell manushyaya samajaya or manushyasya samajaya. Okay, if you have put it together, no problem. So, manushya samajaya yogadanam asti. Yogadanam asti. Now, nadyaha is, what is it you want to tell? Which vibhakti have you used? Tritiya. Third. Why you want to tell that river is a great boon for humankind, right? You want to say that. So that is correct. Manushya samajaya yogadanam asti. Ka asti? Ka asti? Yogadanam asti. Ka asti? Yogadanam asti. Satyam. Parantu ka asti? Who is a yogdanam? Or what is a yogdanam? What is a manushya samajaya yogdanam? Manushya samajaya, but what is a yogdanam? Over here you are telling yogdanam asti. Okay, so what is a yogdanam? It contributes like... What contributes? Nadya contributes. Now why are you saying Nadya? By Nadi contributes, you cannot tell, right? Nadya is by instrumented, by the river. You got it, I think now. So which vibhakti will you use? Shashti? No, not Shashti. For Samajaya. So you use Simpratama vibhakti only. Nadi asti. Nadi kim asti? Nadi yogadanam asti. Nadi yogadanam kasya krite asti? Or kasmai asti? For whom? Kasmai asti? For whom? Samajaya. Did you understand? I understand. So your sentence will be Nadi manushya samajaya yogadanam asti. So asti is the kriyapadam. Ka asti? Nadi asti. Ka kim asti? Nadi yogadanam asti. Kasmai yogadanam asti? For whom? Samajaya. Have you understood now? Understood. So every sentence has to be formed like this grammatically. But don't worry, don't worry. You don't have to do it, you have to learn it. So now you understood, right? Why you have to use Nadi and not Nadia. That is the difference. अस्तु अग्रिमम् एकं वाक्यं वदतु. पर्जन्यः नदीभ्यः जलं ददाति. पर्जन्यः नदीभ्यः नदीभ्यः जलं जलं ददाति. रिवर्स् गिव् नाट् सारी रेन्स् गिव् वाटर् टु द रिवर्स्. करेक्ट्. नदीभ्यः जलं ददाति. उत्तमम् उत्तमं. चतुर्थी विभक्ति ददाति अस्ति तदर्थम्. उत्तमं. पर्फेक्ट्. सो दिस् इस् पर्जन्यः नदीभ्यः जलं ददाति. अस्तु भगिनि. सो दिस् इस् हौ यु हेव् टु फार्म् द सेण्टेन्स्. अग्रिमं विजयकुमार् महोदय वदतु. ऐ विल् फस्ट् टु माता शब्द. अस्तु एकनिमिषम् अहम् अत्र उद्घाटनमपि करोमि. चिन्ता नास्ति. यु केन् टेल् विच् एवर् वन् यु वाण्ट् यु हेव् सेण्ट् इट् टु मी हेव् यू बिकास् ऐ सा ओन्ली माता. चिन्ता नास्ति. पिता तर्हि पिता, तत्र क्लेशः नास्ति. वदतु. मम माता नाम जयलक्ष्मी अस्ति. ओके. मम माता नाम जयलक्ष्मी अस्ति. ओके. माता अस्ति. करेक्ट्. ओके. बट् वाट् यु वाण्ट् टु टेल् ओवर् हियर्? मै मदर्स् नेम् इस् जयलक्ष्मी. मै मदर्स् नेम्. सो विच् विच् विच् विभक्ति यु हेव् टु यूस्? तृतीया. द्वितीया. द्वितीया किमर्थं? My mother's name. So possessive. Possessive is which vibhakti? My. My. Tasya. His. Mama. Pustakasya. Ramasya. Vibhakti. Ka tatra? Tritiya. No, tritiya is instrumental, Mahoday. This is very, very important because unless you understand this, and this we have covered, all the vibhaktis, where they have to be used. So instrumental, when you say, by my mother this is done, then you use tritiya. For my mother this is done, you use chaturthi. From my mother I take you, it will be a fifth vibhakti. And my mother will have to take shashti vibhakti. So how will you put it? My mother's name? Anybody? Matrinam. Nahiwa. Matrinam is mother's plural. So? Matuhu. Matuhu. Matuhu. Mama Matuhu. Mama? Mama Matuhu. Mama Matuhu. मम मातुः नाम जयलक्ष्मी अस्ति. अस्तु अग्रिमम्. ओके. यु अण्डर्स्टुड् दिस्? सो वेन् यु टेल् माय माता, माय मदर् इस् जयलक्ष्मी, यु केन् टेल् मम माता जयलक्ष्मी अस्ति. बट् वेन् यु पुट् नाम ओवर् देर् अण्ड् यु मेक् इट् पोसेसिव्, देन् यु हेव् टु पुट् डिड् यु अण्डर्स्टाण्ड्? हेज् एव्रिबडि अण्डर्स्टुड्? If there are any questions, please ask Vishalakshi Bhagini Vijay Dhanki Mahoday. Because this is for the benefit of everybody. Astu. Agrimam? Vande Mataram. Uttamam. Tatra Mataram Vibhakti Ka? Vande Mataram. Aham api vadami. Tatra Mataram. Mataram Vibhakti Ka? मातरम् इति शब्दस्य विभक्तिः का? द्वितीया विभक्ति. द्वितीया. द्वितीया विभक्ति. तृतीया नास्ति. द्वितीया. द्वितीया. वन्दे हा कं वन् काम् अत्र कां वन्दे? मातरं वन्दे. अस्तु अग्रिमं. मात्रा मम मोदकं ददाति. अत्र मात्रा मात्रा विभक्ति वाट् डु यु वाण्ट् टु से मदर् गिव् मोदकं टु मी मदर् गिव्स् मी मोदकम् ओके सो ददाति इस् करेक्ट् ददाति ददाति इस् इस् चतुर्थी विभक्ति सो द पर्सन् हू इस् रिसीविङ्ग् इस् यू सो वाट् इस् द फोर्थ् विभक्ति मात्रे नैव द वन् हू इस् गिविङ्ग् इस् नाट् इन् फोर्थ् विभक्ति गणेशाय नमः गणेशाय नमः मात्राय मह्यं मह्यं मह्यम् इस् द चतुर्थी विभक्ति आफ् अस्मत् शब्दः दिस् इस् वेरि यु हव् टु अण्डर्स्टाण्ड् द सेण्टेन्स् ओके माता ददाति ददाति का ददाति माता ददाति सो माता इस् द सब्जेक्ट् प्रथमा विभक्तिः माता ददाति माता कस्मै ददाति whom does she give not what she give okay मोदकं ददाति माता मोदकं ददाति मोदकम् इस् इन् विच् विभक्तिः महोदय द्वितीया विभक्ति बिकास् इट् इस् अ सब्जेक्ट् द्वितीया बिकास् इट् इस् अ आब्जेक्ट् सोरि सो माता मोदकं ददाति माता मोदकं कस्मै ददाति माता मोदकं मह्यं ददाति because she is giving it to me so to me you remember that when you are using the fourth vibhakti it's not of the subject of the person who is receiving it whenever you get a little confused about that then you just say ganeshaya namaha ganeshaya namaha fourth vibhakti of ganesh because he is receiving the salutations okay okay maiham dadati mata maiham modakam dadati uttama अग्रिमं करोतु अग्रिमं पिता मात्रे धनं ददाति पिता मात्रे धनं ददाति ओके अत्र क्रियापदं किं ददाति का अथवा कः ददाति धनं का ददाति सब्जेक्ट् ऐ एम एक्सपेक्टिंग द सब्जेक्ट एज आंसर सो पिता ददाति पिता किं ददाति पिता धनं ददाति पिता मात्रे धनं ददाति ओके सो देट् इस् करेक्ट् वे मात्रे इस् द फोर्थ् विभक्ति उत्तमम् अग्रिमं मातुः दयासागर अस्ति ओके अस्ति का अस्ति दयासागर नैव का अस्ति हू इस् सो माता अस्ति माता अस्ति सो मातुः ओवर् देर् इस् नाट् करेक्ट् बिकास् मातुः ऐ थिङ्क् वाट् यु वाण्ट् टु टेल् इस् देट् द मदर्स् हार्ट् इस् लैक् सागर इट् सो देर् यु केन् टेल् मातुः हृदयः दयासागरः इव अस्ति लैक् अ दयासागरः यु केन् टेल् लैक् देट् अदर्वैस् यु हव् टु टेल् माता दयासागरः अस्ति ओके ओके माता दयासागर अस्ति अग्रिमं मातृणां कृते पुत्रा परिश्रमं कुर्वन्ति ओके सो मातृणां फार् मदर्स् मातृणां कृते करेक्ट् इट् इस् बिकास् कृते यूस् षष्ठी विभक्ति मातृणां कृते पुत्राः और् पुत्रः ओके पुत्राः और् पुत्रः यु हव् टु टेल् पुत्राः बिकास् यु हव् यूस् कुर्वन्ति परिश्रमम् ओके नाट् परिश्रम बट् परिश्रमं बिकास् परिश्रम इस् द वर्ड् यु हव् टु पुट् द परिश्रमं कुर्वन्ति परिश्रमम् इस् द वर्ड् देयर् इन् द द्वितीया विभक्ति अस्तु उत्तमम् अग्रिमं मातुषु मम माता श्रेष्ठः ओके सो अमङ्ग् मदर् माय् मदर् इस् श्रेष्ठा सो मातृषु मम माता श्रेष्ठा ओके द सेण्टेन्स् इस् करेक्ट् या श्रेष्ठा वै बिकास् श्रेष्ठः इस् पुंलिङ्गे माता इस् स्त्रीलिङ्गे तर्हि द एडिक्टिव् टेक्स् द vibhakti, the case and everything of the nouns. Mata Shrestha. Uttamam. Agrimam. Atra Vijay Thanki Mahoday athava Vishalakshi Bhagini kartum ichchatah kim? नैव भगिनि नैव किमर्थं गृहकार्यं विना ज्ञानं न प्राप्तुं शक्नुमः इट् इस् इम्पार्टेण्ट् देट् वि रीड् रैट् एण्ड् वि स्पीक् आल्सो तर्हि विशालाक्षि भगिनी न कर्तुम् इच्छति किं नैव नैव किमर्थं करणीयम् अस्तु अस्तु ऐ अण्डर्स्टाण्ड् ऐ अण्डर्स्टाण्ड् कविता भगिनी अन्यानि वाक्यानि सन्ति किम् गेटिङ्ग् कन्फ्यूस्ड् बिट्वीन् विभक्ति ओके वाट् वै इस् देर् कन्फ्यूजन् इफ् यु वाण्ट् नेक्स्ट् टैम् देट् यु विल् डू अ रिविजन् ओन्लि आफ़् विभक्ति ओके लेट् मि फ्रेम् इट् लैक् देट् ओके फस्ट् विभक्ति प्रथमा विभक्ति प्रथमा विभक्तिः इस् यूस् फार् वाट् फार् योर् फार् वाट् इस् इट् यूस् प्रथमा विभक्ति ओब्जेक्ट् सब्जेक्ट् नाट् ओब्जेक्ट् सब्जेक्ट् डूयिङ्ग् वर्ड् नो डूयिङ्ग् वर्ड् सो द डूयर् इस् द सब्जेक्ट् So whenever there is, whenever, okay, first of all you take the verb, okay? You take the verb. Let's take any verb. You tell me which verb to take. Any verb you take. Patati? Patati? Patati, okay. Patati, the most rare one. Okay, patati. Astu. Patati. Now, you take the verb and if you want to say who does. Kaha patati, athava ka patati, athava kim patati. Over here, you will not tell kim because we don't expect chairs, etc., non-living things to talk or to read. So, kaha patati? Saha patati. Saha patati. Saha patati. So, see, now we will take saha as the word, okay? Saha patati. So, saha over here is which vibhakti? Prathama vibhakti. Prathama vibhakti. सः पठति और् लेट् अस् टेक् रामः पठति लेट् अस् टेक् रामः पठति बिकास् इफ् यु टेक् सः देन् यु केन् कीप् इन् फ्रण्ट् आफ़् यु द सः विभक्ति सः पठति सः किं पठति वाट् डस् हि रीड् सः पुस्तकं पठति पुस्तकम् इन् विच् विभक्ति द्वितीया विभक्ति सः पुस्तकं पठति न सः पुस्तकं केन पठति वित् वाट् इन्स्ट्रुमेण्टल् देट् मीन्स् यूसिङ्ग् अ संथिङ्ग् सो सः पुस्तकं केन पठति वित् वाट् डस् हि रीड् वित् वाट् डस् हि नैव हस्तेन पुस्तकं पठितुं न शक्नुमः किल सो नेत्रेण वित् वाट् डस् हि रीड् हि रीड् वित् हिस् ऐस् धरति पुस्तकं धरति यु केन् टेल् हस्तेन धरति हि होल्ड् वित् हिस् हेण्ड् सो दिस् हेस् टु द मीनिङ्ग् हेस् टु कम् औट् देट् वे इफ् यु टेल् मी सः हस्तेन पुस्तकं पठति देन् ऐ शुड् क्वश्चन् इट् इट् मीन्स् ऐ वाट् टु क्वश्चन् कथं पठति हस्तेन कथं पठति सः सः हस्तेन धरति परन्तु नेत्रेण पठति सो ओवर् हियर् नौ नेत्रेण इफ् ऐ टेल् देन् इट् विल् बी वित् वन् ऐ सो ऐडियल्ली ऐ शुड् टेल् नेत्राभ्यां किमर्थं तत्र द्वे नेत्रे स्तः देर् आर् टु ऐस् सो नेत्राभ्यां देयर्फोर् यु विल् से नेत्रं देन् यु विल् सी द विभक्ति देन् यु विल् से वित् वन् ऐ और् वित् टु ऐ वित् ऐ इन्स्ट्रुमेण्टेड् ओके सो वित् वन् ऐ ओके सो वै हर् लेट् अस् मेक् सो सः नेत्राभ्यां पुस्तकं पठति. नौ इफ् यु यूस् चतुर्थी विभक्ति यु कान् टेल् ओके वै हर् यु केनाट् यूस् फार् रीडिङ्ग् फार् तस्य कृते यु केन् यूस् षष्ठी विभक्ति. But fourth one, you, I don't think you can make a sentence over there. Saha netrabhyam pustaka pathati. Saha kasmai, now let us take that out. Why? Because for something you have to do. So here you, I cannot think of any word which you can use for the fourth vibhakti. Saha netrabhyam pustakam pathati. That's it. Okay? So with his eyes he is reading. Now, dadati we can say. Saha dadati. Kasmai pustakam dadati. Saha pustakam dadati. Saha kasmai pustakam dadati. Saha ramaya pustakam dadati. So, he is giving it to Rama or he is giving it for Rama because dadati uses fourth vibhakti. Or, saha vandate. Saha vandate. सः रामाय वन्दते इति सल्यूटिङ्ग् राम यूस् फोर्थ् विभक्ति बिकास् नमः एण्ड् वर्षिपिङ्ग् टेक्स् फोर्थ् विभक्ति वन्दते फोर् नमः नमति यु केन् से ओके सो दिस् इस् हौ यु गो नौ फिफ्त् फिफ्त् इस् वेर् देर् इस् अ सेपरेशन् सो वृक्षात् पर्णं पतति वृक्षात् पर्णं पतति पतति फिफ्त् विभक्ति षष्ठी विभक्ति पोसेसिव् आफ् सो माय् बुक् मम पुस्तकं रामस्य पुस्तकं रामस्य गृहं विजय महोदयस्य पत्नी आफ् पोसेसिव् इट् इस् एण्ड् द लास्ट् वन् इस् लोकेटेड् in, on, under, etc. Okay, so nadyam tarati, saha nadyam tarati. So every sentence that you make, you take the kriyapadam, you see who is doing it, prathama vibhakti. You see what he is doing, dvitiya vibhakti. With what he is doing, tritiya vibhakti. For whom he is doing, chaturthi vibhakti. From what something is falling or something is separating, panchami vibhakti. Shashti, of whose possessive, shashti vibhakti. And the last one is located, on what, in what, etc. So if you can go through the slides that we have done earlier of the Vibhakti, then that will become easier. The main thing over here, Bhagini, is that every word follows a different rule. And then the group of words which fall into that group of words which follow the rule. So Bhavat, for example, Bhavan is a different word. So Bhavantam it becomes. You cannot say Bhavanam or follow the rule which we have learnt. It is the rule for the word Bhavat. So that is how you have to do. So if you want, you can just make one sentence. I'll show you how you can do it. I can show you exactly how you can go to Ashtadhyayi and see the word. Just take any sentence, Bhagini, that you want to make. Or anybody, Vijay Thanki Mahodaya or Vishalakshi Bhagini or Vijay Kumar, anybody. If you want to make one sentence. I'll make it next time and I'll say. No, okay. Then Kavita Bhagini only you tell. Vijay Thanki Mahodaya, any one sentence you want to tell and we'll see how we can do it. चिन्ता नास्ति कविता भगिनी वदतु कविता भगिनी टेक् एनि सेण्टेन्स् ऐ शो यु हौ यु केन् डु टेक् एनि वन् सेण्टेन्स् इन् इङ्ग्लिश् यु हेव् डन् आल्सो यु या इफ् देट् यु हेव् मेड् इफ् यु वाण्ट् और् एनिथिङ्ग् देट् यु वाण्ट् टु डु इम्प्रोम्प्ट् यु सपोज़् ऐ से अहं मातरम् अर्चामि अहं मातरम् अर्चामि ऐ वर्शिप् या इट्स् It is correct. So you have understood that. Archami is the verb, Mataram is the object, and Aham is subject. So this is how you have to do it. Take the verb. You, if you don't know the verb, you go to Ashtadhyayi. You take the dhatuhu. You'll get all of them over there. If you take bhu, for example, bhavati. So if you want to see the latlakaraha, lotlakaraha, lit we have not done. Lit is used in Vedas. And everything is there actually. You just have to pick it correctly and get used to it, that's all. And then if you want to see, for example, now you have made a sentence in Mati. Okay, so that's where I started. And let's take that sentence of yours. Do it for extend for 3-4 minutes, that's all. Okay, now for example, Mama Mata is Vijay Kumar Mahaday. Kshamitam. Matihi, for example. Matihi Balam Shreshtaha Asti. का अस्ति मतिः अस्ति मतिः श्रेष्ठः अस्ति उभदे मतिः इस् स्त्रीलिङ्गे सो मतिः श्रेष्ठा अस्ति ओके नौ वाट् इस् इट् देट् यु वाण्ट् टु टेल् भगिनी इण्टेलेक्ट् इस् पवर्फुल् मतिः श्रेष्ठाः श्रेष्ठा अस्ति बलं कम् पवर् आफ् इण्टेलेक्ट् इस् ग्रेट् बलं श्रेष्ठा अस्ति पवर् आफ् इण्टेलेक्ट् इस् ग्रेट् षष्ठी विभक्ति वर्ड् बिकास् इफ् यु टेल् मतिः बलं श्रेष्ठा अस्ति बलम् इस् आल्सो or Dutiya Vibhakti. Okay. You want to tell the power of? Of. So Shashti. So you have to tell Shashti Vibhakti. The power of intellect is great. So Matyaha. Matyaha Balam. Shreshtha. Balam is neutral, so you'll have to tell Balam Shreshtha Masti or Balaha. If you don't know, like if you're getting confused now, for example, I'm trying to recollect whether it is Balam or Balaha. So you can see over here. You can see, is it Pumlinge or is it Stilinge or so over here. Bala is either neutral or masculine. You can say Balam Shreshtha Masti or Balaha Shreshtha Asti. Matyaha Balaha Shreshtha Asti. Or Matyaha Balam Shreshtha Masti. Understood. Network problem. Hello. Can you all hear me? Now we can hear you, ma'am. There is a network. Sarve bhavantu sukhinah सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्ति धन्यवादः धन्यवादः धन्यवादः